नमस्कारः. अस्माकं समासवर्गे सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानविषयः अस्ति बहुव्रीहिसमासः इति विषयः अस्ति. बहुव्रीहिसमासः इत्युक्ते किम् इति अत्र बालसुब्रह्मण्यमहोदय वदति वा? बहुव्रीहिसमासः प्रधानविषयः द्वयोः पदयोः अन्यपदार्थप्राधान्यं यत्र अस्ति तत् समासं बहुव्रीहिसमासः इति उक्तः. सत्यं. यत्र पूर्वम् अस्माभिः दृष्टं तत्पुरुषसमासे उत्तरपदस्य प्राधान्यं भवति, अत्र तु प्रायेण अन्यपदार्थस्य प्राधान्यं भवति. यत्र समस्तपदे पूर्वपदस्य अपि प्राधान्यं नास्ति, उत्तरपदस्यापि प्राधान्यं नास्ति, परन्तु अन्यपदस्य एव अन्यपदार्थस्य एव अन्वयः भवति क्रियया सह, तत्र वयं बहुव्रीहिसमासः इति वदामः. तर्हि अत्र बहुव्रीहिसमासे प्रभेदाः सन्ति. तत्र प्रथमप्रभेदः अस्ति सामानाधिकरणबहुव्रीहिसमासः इति प्रथमप्रभेदः अस्ति. अनन्तरं व्यधिकरणबहुव्रीहिसमासः इति द्वितीयः प्रभेदः. अनन्तरं नञ् बहुव्रीहि इति तृतीयप्रभेदः, नञ् बहुव्रीहिसमासः इति. तदनन्तरं सहपूर्वपदबहुव्रीहिसमासः. तदनन्तरम् उपमानपूर्वपदबहुव्रीहिसमासः इति पञ्चप्रभेदाः सन्ति. तान् वयं क्रमेण पठिष्यामः. गते सप्ताहे एव वयम् अस्माभिः समानाधिकरणबहुव्रीहिसमासस्य विषये अधीतं. तत्र समानाधिकरणबहुव्रीहिसमासः इति कदा वदामः? अरुणभगिनी वदति वा? आं महोदय. सामानाधिकरण्य बहुव्रीहिसमासे समस्तपदविग्रहः पूर्व समानविभक्तौ सः श्रूयते भगिनि. हा भगिनि, पुनः वदतु. किञ्चित् किञ्चित् मध्ये न श्रुतं. सामानाधिकरण्य बहुव्रीहिसमस्तपदे पूर्वपदा उत्तरपदाति विग्रहवाक्य समानविभक्तौ वर्तते. सत्यं. समीचीनं भगिनि. इत्युक्ते समानाधिकरणबहुव्रीहिसमासे पूर्वपदं विशेषणं भवति, उत्तरपदं विशेष्यं भवति. पूर्वपदमपि प्रथमान्तं पदम्, उत्तरपदमपि प्रथमान्तं पदं. पूर्वपद उत्तरपदयोः विशेषणविशेष्यभावः अस्ति. द्वयोः समानाधिकरण्यम् अस्ति. यत्र यत्र समानाधिकरण्यम् इत्युक्ते यत्र द्वयोः पदयोः मध्ये समानः आधारः अस्ति, यत्र समानः आधारः अस्ति तत्र समानविभक्तिकत्वम् अपि अस्ति, एकार्थबोधकत्वम् अपि अस्ति. एकमेव पदार्थं सूचयति द्वयमपि पदार्थं. तर्हि अत्र तादृशसमासः समानाधिकरणबहुव्रीहिसमासः इति अस्माभिः दृष्टं. बहुव्रीहिसमासे सामान्यनियमाः सन्ति. अत्र यत्र कुत्रापि बहुव्रीहिसमासः, समानाधिकरणबहुव्रीहिसमासः भवतु, व्यधिकरणं भवतु, यत्किमपि भवतु, केचन नियमाः सन्ति. तानि नियमाः ते नियमाः पुनः एकवारं पठामः, स्मरामः. अत्र प्रथमः नियमः अस्ति बहुव्रीहिसमासे पूर्वपदं स्त्रीलिङ्गे भवति चेत् किं भवति? राजेन्द्रमहोदय वदतु. तत्र पुमद्भावः भवति तत्र पुमद्भावः भवति तथा पूर्वपदं स्त्रियां स्त्रीलिङ्गे अस्ति. बहु समीचीनं. पूर्वपदं स्त्रीलिङ्गे अस्ति चेत् पुंवद्भावः भवितुम् अर्हति. सत्यं. सर्वदा पुंवद्भावः भवति वा? कुत्र भवति पुंवद्भावः? यत्र उत्तरपदं यदा न स्मरामि भगिनि, चिन्ता नास्ति. तर्हि सत्यमेव, पूर्वपदं स्त्रीलिङ्गे अस्ति चेत् तस्य पुंवद्भावः भवति, परन्तु भाषितपुंस्कपदम् अस्ति चेत् इत्युक्ते तस्य रूपाणि त्रिषु लिङ्गेषु अपि भवन्ति, तदा एव पुंवद्भावः भवति. यदि अत्र पदं मूले एव स्त्रीलिङ्गे अस्ति, मूले स्त्रीलिङ्गे अस्ति चेत् पुंवद्भावः न भवति. यथा अत्र विद्या इति पदम् अस्ति, विद्या इति पदं मूले एव स्त्रीलिङ्गपदम् अस्ति, तर्हि तस्य पुंवद्भावः न भवति. परन्तु यदि सुन्दरी इति अस्ति, सुन्दरी इति पदस्य पुंवद्भावः भवति, यतोहि सुन्दरी इति पदं भाषितपुंस्कपदं, तस्य रूपाणि त्रिषु लिङ्गेषु अपि भवन्ति. सुन्दर, सुन्दरी, सुन्दरम् इति त्रिषु लिङ्गेषु अपि भवन्ति. तादृशपदं, तादृशस्त्रीलिङ्गपदं पूर्वपदे अस्ति चेत् पुंवद्भावः भवति. एतत्तु समाननियमः अस्ति. पूर्वमपि कर्मधारयसमासस्य विषये अस्माभिः पठितम्. अत्रापि पुंवद्भावः इति विषयः बहुव्रीहिसमासे भवति, अपि च कर्मधारयसमासे भवति इति स्मर्तव्यम्. अत्र बहुव्रीहिसमासे अपि पुंवद्भावः भवति यत्र पूर्वपदं स्त्रीलिङ्गे अस्ति इति एकः नियमः. द्वितीयः नियमः कः? अत्र राजीवग्नि वदतु. यदि समस्तपदस्य अन्ते समस्तपदं पस्य अन्ते पुंवद्भाव पुल्लिङ्गः अस्ति, विग्रहवाक्ये सः इति पुल्लिङ्गपदम् आगच्छति, तर्हि पुल्लिङ्गपदं भवति. समीचीनम्. इत्युक्ते इत्युक्ते विग्रहवाक्ये सत्यमेव, विग्रहवाक्ये वाक्ये यदा कृतं भोजनं येन सः कृता भोजनः, तत्र सः इति पुल्लिङ्गपदम् अस्ति. तत् कारणात् तत् पदं पुल्लिङ्ग समस्तपदे पुल्लिङ्ग पुल्लिङ्ग पुल्लिङ्गं प्राप्नोति. त्रिषु लिङ्गेषु अपि रूपाणि भवन्ति, कथं भवति वदतु एकवारं. त्रिषु लिङ्गेषु कृतभोजनः, कृतभोजना, कृतभोजनम् इति भवति. हा, विग्रहवाक्यमपि प्रदर्शयतु. विग्रहवाक्यं कृतभोजनं येन सः कृतभोजनः, कृतभोजनं यया सा कृतभोजना, कृतभोजनं यं तत् कृत यं तत् कृतभोजनम्. किमर्थं यं तत्? यं न तत् कृतभोजनं यं न कृतभोजनं येन इति उक्तं खलु. न, तत्र कृतभोजनं यं कृतभोजनं न यं न तेन तेन सह येन सह येन येन तत् येन तत् कृतभोजनं येन तत् कृतभोजनम्. हा, पुनः एकवारं वदतु. पुल्लिङ्गे अस्ति चेत् पुनः मन्दं वदतु. कृतभोजनं येन सह कृतभोजनः. न, एकक्षणं. कृत इति पदस्य तत्र किं भवति? अस्तु, विग्रहवाक्ये कृतम् इति भवति. हा, वदतु सम्यक्तया, वदतु कृतम् इति. कृतं भोजनं येन सह कृतभोजनः पुल्लिङ्गे, कृतं भोजनं यया सा कृतभोजना इति श्रीलिङ्गे भवति, कृतं भोजनं येन तत् कृतभोजनम् इति नपुंसकलिङ्गे भवति. उत्तमम्, उत्तमं, बहु समीचीनं, सम्यक्. सर्वे अवगतवन्तः खलु, त्रिषु लिङ्गेषु अपि रूपाणि भवन्ति अत्र. हा, सम्यक्. कृत अपि च भोजनं तयोः सामानाधिकरण्यम् अस्ति वा? आम्, अस्ति. हा, अस्ति. कथं ज्ञातवती? कृतम् अपि कृतं भोजनं विभक्ति एक समानविभक्तित्वं भवति. सत्यं, समानविभक्तित्वम् अपि अस्ति अत्र. समानाधिकरण्यमस्ति, समानाधिकरण्यम् अस्ति इति कारणतः समानाधिकरणं बहुव्रीहिः. सत्यं, सत्यं. तर्हि अत्र यत्र कृत इति पदं तान्तरूपम् अस्ति, तान्तरूपं सर्वदा विशेषणं भवति खलु. आम्, आम्, सर्वदा विशेषणं भवति, तर्हि कृत इति पदं विशेषणम् अस्ति, भोजनम् इति पदस्य विशेषणम् अस्ति, अतः तयोः समानादिकरण्यम् अस्ति. यत्र यत्र समानादिकरण्यम् अस्ति तत्र एकार्थबोधकत्वम् अपि अस्ति, समानविभक्तिकत्वमपि अस्ति, अतः अत्र समानादिकरणबहुव्रीहिसमासः इति विषयः. इति द्वितीयनियमः. सम्यक्. इदानीं तृतीयः नियमः कः, कोऽपि स्मरति वा भगिनि? उत्तरपदे यदा आकारान्त अस्ति तत्र ह्रस्वकारान्त पदं भवति. सम्यक्. हा, समीचीनम्. आकारान्त स्त्रीलिङ्गपदम् अस्ति चेत् उत्तरपदे तत्र ह्रस्वकारान्तः भवति. कदा? यदा पूर्वपदे यदा पुंवद्भावः भवति. हा, वस्तुतः अत्र पुंवद्भावेन न कोऽपि सम्बन्धः. यदा विग्रहवाक्ये पुल्लिङ्गशब्दम् आगच्छति तदा. सत्यं सत्यं, समीचीनम्. इत्युक्ते यत्र समस्तपदं पुल्लिङ्गे भवति तत्र उत्तरपदम् आकारान्तः अस्ति चेत् ह्रस्व अकारान्तः भवति. यदि समस्तपदं स्त्रीलिङ्गे एव अस्ति तत्र ह्रस्व अकारान्तस्य आवश्यकता नास्ति. अस्माभिः अत्र पुस्तके अपि उदाहरणं पठितं खलु, अत्र प्राप्ता विद्या यं सः इति अस्ति. प्राप्ता विद्या यं सः, तत्र प्राप्ता विद्या इति आकारान्त स्त्रीलिङ्गपदम् अस्ति. इदानीं यं सः इति समस्तपदं पुल्लिङ्गे अस्ति. समस्तपदं पुल्लिङ्गे अस्ति, अतः प्राप्ता इति पदम् अपि च विद्या इति पदं स्वीकृत्य प्राप्तविद्यः इति पदं भवति. यदा अत्र प्राप्ता विद्या यां सा इति पदम् इति विग्रहवाक्यम् अस्ति चेत् प्राप्ता विद्या यां सा इति विग्रहवाक्यम् अस्ति चेत् तत्र प्राप्तविद्या इति एव समस्तपदं खलु. विग्रहवाक्यमपि प्राप्ता विद्या यां सा प्राप्तविद्या इति आगच्छति. प्राप्तविद्या इति आगच्छति. सत्यं सत्यं. तर्हि उत्तरपदं स्त्रीलिङ्गपदम् अस्ति चेत् समस्तपदे आकारान्तस्त्रीलिङ्गपदम् अस्ति, परन्तु सम्पूर्णसमस्तपदं पुल्लिङ्गे अथवा नपुंसकलिङ्गे अस्ति चेत् तत्र ह्रस्वकारान्तः भवति. अस्तु, तदनन्तरम् अत्र प्रश्नः वा? न न न स्त्रीलिङ्गम् अस्ति चेत् अपि च उत्तरपदम् ईकारान्त ऊकारान्त ऋकारान्त स्त्रीलिङ्गपदम् अस्ति चेत् अपि च यस्य इति विग्रहवाक्ये पदमस्ति चेत् समस्तपदं ककारसंयोजनं भवति. हा, बहु समीचीनं समीचीनम्. उत्तमं सम्यक्. तर्हि उत्तरपदम् अत्र स्त्रीलिङ्गपदमस्ति, दीर्घ इकारान्तपदं, दीर्घ ऊकारान्तपदम् अथवा ऋकारान्तपदम् अस्ति चेत् तत्र अपि च सम्पूर्णसमस्तपदं पुल्लिङ्गे भवति. सम्पूर्णसमस्तपदं पुल्लिङ्गे भवति चेत् तत्र कप्रत्ययं योजयामः. यथा अत्र सुन्दरी पत्नी यस्य सः इति विग्रहवाक्ये सुन्दरी पत्नी यस्य सः, तर्हि पत्नी इति उत्तरपदमस्ति, दीर्घ इकारान्तपदमस्ति, तर्हि तत्र समस्तपदे कप्रत्ययं योजयामः. यतोहि अत्र समस्तपदं पुल्लिङ्गे अस्ति, तर्हि सुन्दरपत्नीकः इति भवति. नपुंसकलिङ्गे अस्ति चेदपि कप्रत्ययं योजयामः. परन्तु अत्र स्त्रीलिङ्गे एव समस्तपदम् अस्ति इति चिन्तयामः चेत् तत्र कप्रत्ययं न योजयामः. अत्र ऋकारान्तपदस्य कृते उदाहरणं पश्यामः. अत्र जीवन्ती माता यस्य सः इति अस्ति चेत् तत्र जगन्नाथमहोदय वदतु, अत्र समस्तपदं किं भवति? जीवन्ती मातृकः वा? जीवन्ती मातृकः इति न, जीवन्ती इत्यस्य प्रातिपदिकं जीवन् सत्यं. जीवन्ती इति अत्र वस्तुतः अत्र ह्रस्व पुंवद्भावः भूत्वा जीवन् मातृकः. जीवन् मातृकः मातृकः अत्र माता इत्यस्य प्रातिपदिकमस्ति मातृ मातृ ऋकारान्तशब्दः अस्ति अतः कप्रत्ययं योजयामः जीवन् मातृकः भगिनि तत्र एकः प्रश्नः पृच्छतु तत्र जीवत् प्रथमं भवति अनन्तरं तत् जीवन् इति भवति खलु प्रातिपदिकं जीवत् अनुनासिकसन्धिः अनुनासिकसन्धिः सन्धिं कृत्वा जीवन् इति भवति अस्माकम् अभ्यासे अपि अस्ति अतः तत्र पुनः चर्चयामः भुवीपुरिः समासविषये सर्वदा प्रसिद्धरूढ्यार्थं भवितव्यं वा बहुव्रीहिसमासे यदा पीताम्बरः इति हरिः इति वयं वदामः तत्र प्रसिद्धिः अस्ति तादृशमेव वयम् एतद् अन्य पदप्राधान्यं भवेत् भवति चेत् अन्यैः अपि अवगन्तव्यम् इति कारणेन तस्य अर्थः सर्वदा प्रसिद्ध पदेषु एव बहुव्रीहिसमासस्य प्रयोगं भवति इति तथा नास्ति महोदय तथा नास्ति वयमपि बहुव्रीहिसमासं कर्तुं शक्नुमः भगिनि अत्र एकक्षणं वयमपि समस्तपदं कर्तुं शक्नुमः महोदय यत्र समानादिकरणीयमस्ति पदद्वयं स्वीकृत्य कर्तुं शक्नुमः तादृशं कुर्मः चेत् अन्ये जनाः कथम् अवगन्तुं शक्नुमः न तत् यदि तत्र पीताम्बरः इति वदामः चेत् तत्र विष्णु इति पदं न विष्णु इति पदस्य प्रयोगः नास्ति चेदपि वयम् अवगच्छामः तत्र परन्तु यदि वयं समस्तपदं कुर्मः चेत् तत्र वाक्ये वयम् अत्र विशेष्यं किम् इति अपि वदामः खलु यदि अत्र सुन्दरी पत्नी यस्य सः सुन्दरपत्नीकः मनुष्यः गच्छति सुन्दरपत्नीकः कस्यचित् पुरुषस्य नाम रामः इति वदामः चेत् सुन्दरपत्नीकः रामः गच्छति अथवा मनीषः गच्छति तर्हि तत्र तथा वदामः चेत् इदानीम् अत्र विशेष्यमपि अस्ति अतः वयम् अवगन्तुं शक्नुमः सन्दर्भानुसारं वयम् अवगन्तुं शक्नुमः सुन्दरपत्नीकः इति एव वदामः चेत् वयम् अवगच्छामः कस्यचित् पुरुषस्य विषये अस्ति इति परन्तु कः इति न जानीमः परन्तु सुन्दरपत्नीकः मनीषः गच्छति इति वदामः चेत् तत्र अस्तु मनीषः इति पुरुषः अस्ति तस्य सुन्दरी पत्नी अस्ति इति अवगच्छामः अत्र पुष्पभगिनी अत्र नकारः कथम् आयाति अनुनासिकसन्धिः अनुनासिकसन्धिः भगिनी न यरोनुनासिकेन नासिको वा इति सूत्रं यरोनुनासिकेन नासिको वा इति सूत्रेण विकल्पेन भवति सामान्यतया परन्तु अत्र समासस्य प्रसङ्गे अपि विकल्पेन एव भवति परन्तु सामान्यतया तत्र सन्धिं कृत्वा एव प्रदर्शयामः यतोहि सन्धिः नित्यः समस्तपदे सन्धिः नित्यः परन्तु सूत्रे वैकल्पिकम् अस्ति इति कृत्वा परन्तु सामान्यतया तत्र नकारः एव पश्यामः अत्र सन्धिं विना न पश्यामः यद्यपि विकल्पेन भवितुम् अर्हति तथापि सन्धिं दृष्ट्वा एव पश्यामः अस्तु महोदय अन्यपदार्थ प्राधान्यम् अस्ति चेत् सर्वदा बहुभिः समासम् अस्ति इति नास्ति किल प्रायः अस्ति एव बहुत्र तथा भवति बहुत्र अन्यपदार्थस्य प्राधान्यम् अस्ति चेत् तत्र बहुव्रीहिसमासः इति वदामः अतः प्रायेण इति वदामः अपि च तत्र इदानीम् अत्र एतावता नियमान् दृष्टवन्तः अधुना इतोपि नियमद्वयं वर्तते अत्र यत्र उत्तरपदं स्त्रीलिङ्गपदम् अस्ति अपि च ह्रस्व इकारान्तः अथवा ऊकारान्तः अस्ति चेत् तत्र परिवर्तनं किमपि न भवति समस्तपदे परिवर्तनं किमपि न भवति यत्र ह्रस्व इकारान्तः ईकारान्तः अथवा उकारान्तः अस्ति। यथा अत्र पतितरज्जुः यस्मात् सः इति विग्रहवाक्ये रज्जुः इति पदं स्त्रीलिङ्गे अस्ति, ह्रस्व उकारान्तपदमस्ति, समस्तपदे पतितरज्जुः इति एव तिष्ठति। इदानीम् अत्र पुल्लिङ्गे समस्तपदं पुल्लिङ्गे अस्ति, पतितारज्जुः यस्मात् सः, सः इति पुल्लिङ्गे अस्ति, तथापि तत्र पतितरज्जुः रज्जुः इति ह्रस्व उकारान्तः तथैव तिष्ठति, परिवर्तनं किमपि नास्ति। इकारान्तः उकारान्तः अस्ति चेत् परिवर्तनं किमपि नास्ति पुल्लिङ्गे नपुंसकलिङ्गे अपि। अपि च यथा कर्मधारयसमासस्य विषये पठितं, यत्र महा इति शब्दः अस्ति, अत्र महत् इति शब्दः, तत्र कर्मधारयसमासे किं भवति महत् इति शब्दः अस्ति चेत् हा महा इति भवति। तथैव अत्रापि बहुव्रीहिसमासे अपि महत् इति पदमस्ति चेत्, महत् इति प्रातिपदिकम् अस्ति चेत् तत्र महा इति भवति। उदाहरणार्थं यदि वदामः महान् महान् कायः यस्य सः, यस्य शरीरं बृहत् अस्ति, महान् कायः यस्य सः, तर्हि तत्र महत् इति प्रातिपदिकम् अस्ति, महत् योगः कायः, तत्र महत् इत्यस्य तकारस्य आत्वं भवति, तर्हि महाकायः इति समस्तपदम्। सर्वत्र सर्वेषु पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे सर्वत्र महत् इति शब्दस्य आत्वं भवति। इत्युक्ते कर्मधारयसमासः अपि बहुव्रीहिसमासः समानं वा? हा समानम् इत्युक्ते यतोहि अत्र पश्यामः चेत् किमर्थं समानम् इति चेत् अत्र तर्कः कः इति चेत् कर्मधारयसमासे पूर्वपदम् उत्तरपदस्य पूर्व उत्तरपदयोः विशेषणविशेष्यभावः अस्ति खलु, विशेषणविशेष्यभावः अस्ति। तत्र अत्रापि बहुव्रीहिसमासे अत्र समानाधिकरणबहुव्रीहिसमासे विशेषणविशेष्यभावः अस्ति, अतः अत्र तत्र कर्मधारयसमासे केचन नियमाः सन्ति, तान् नियमाः अत्रापि वयं पालयामः। अतः अत्र पश्यामः चेत् अत्र महत् बलं यस्य सः इति अत्र नपुंसकलिङ्गे अस्ति बलम् इति पदं, महत् इति तस्य प्रातिपदिकं, परन्तु समस्तपदे महा इति भवति। तथैव तत्र कर्मधारयसमासे किं भवति महत् बलम् इति एव वदामः चेत् महत् बलम् इति समस्तपदम् अस्ति, तत्र विशेषणविशेष्यभावः अस्ति, तत्रापि तत्र समस्तपदं महाबलम् इति समस्तपदं, तथैव अत्रापि महाबलं न, अत्र तत्पुरुषसमासे महाबलमेव तत्पुरुषसमासे महाबलं, तत्पुरुषसमासे उत्तरपदस्य यद् लिङ्गं तदेव लिङ्गं भवति समस्तपदस्य, परन्तु बहुव्रीहिसमासे महाबलः इति भवति। अस्तु भगिनि, एकः प्रश्नः अग्रे गमनात् पूर्वं भगिनि कथं ज्ञातुं शक्नुमः? एकक्षणं रत्ना भगिनी पृच्छतु। हा अत्र सुन्दरपत्नीकः इति अस्ति खलु, तत्र पुल्लिङ्गः अस्ति चेत् का इति योजनां कुर्मः प्रत्ययम्, अपि च नपुंसकलिङ्गे अपि का प्रत्ययं कुर्मः वा किमपि पत्नीकं तत् अस्तु भगिनि। सत्यं, परन्तु तत्र केवलं स्त्रीलिङ्गे एव समस्तपदम् अस्ति चेत् तत्र पत्नी दीर्घ इकारान्तः भवितुम् अर्हति, यतोहि पुल्लिङ्गे अस्ति चेत् दीर्घ इकारान्तः न भवितुम् अर्हति खलु, यतोहि तादृशदीर्घ इकारान्तशब्दः नास्ति पुल्लिङ्गे, अतः एव क प्रत्ययं योजयामः, तेन वयम् अवगच्छामः अत्र पुल्लिङ्गे अस्ति इति अवगन्तुं शक्नुमः। भगिनि इत्येव मम प्रश्नः अस्ति, एकक्षणं पद्मा भगिनी, अत्र राजी भगिनी वदतु। कथं ज्ञातुं शक्नुमः समस्तपदं दृष्ट्वा एतत् पदं कर्मधारयसमासः अथवा बहुव्रीहिसमासः इति? सन्दर्भं दृष्ट्वा कस्य अन्वयः केन सह क्रियया सह कस्य पदस्य अन्वयः, इदानीम् अत्र पीताम्बरः इति शब्दः अस्ति, तर्हि अत्र यदि अहं वदामि अहं पीताम्बरं धरामि इति वाक्यं वदामि चेत् तत्र पीताम्बरम् इति समासः कीदृशसमासः? पीताम्बरं तत्र विशेषपूर्वपदकर्मधारयसमासः। कथं ज्ञातवती? पीताम्बरम् अहं पीता अपि नास्ति अम्बरमपि नास्ति, परन्तु पीताम्बरं वर्णस्य मम क्लोत् वर्णस्य वर्णः, अतः अहं पीताम्बरम् इति कर्मधारसमासे अस्ति. यत् एतत् न एकक्षणम्, अत्र कथं द्रष्टव्यम्? अत्र कीदृशसमासः इति कथं द्रष्टव्यम् इति? अहं पीतमपि नास्ति, अहम् अम्बरमपि नास्ति इति तथा नास्ति खलु? अत्र पीताम्बरं मम न पीताम्बरम् इत्युक्ते कलर् आफ् द क्लोत्. सत्यं, अतः अहं जानामि पीताम्बर कर्मधारसमासः एव भवति इति. यदि बहुव्रीहि न एकक्षणम्, अत्र कर्मधारसमासे सम्यक् एव उक्तं, सम्यक्तया उक्तम्. अत्र पीताम्बरम् इति अस्ति, पीताम्बरम् इति समस्तपदमस्ति. इदानीं क्रियापदमस्ति धरामि इति क्रियापदमस्ति. तर्हि अत्र यदि अहं पृच्छामि किं धरामि इति वदामि, किं पृच्छामि चेत् अत्र अम्बरं धरामि, अम्बरं धरामि इत्युक्ते वस्त्रं धरामि. कीदृशवस्त्रं? पीतं वस्त्रं धरामि. तर्हि वस्त्रम् इति पदस्य अम्बरम् इति पदस्य अन्वयः अस्ति क्रियया सह, धरामि इत्यस्य सह इत्यनेन सह अन्वयः अस्ति. अतः तत्पुरुषसमासः इति अवगच्छामः. तदनन्तरं तत्पुरुषसमासे कर्मधारसमासः इति अपि अवगन्तुं शक्नुमः खलु. परन्तु यदि अहं वदामि पीताम्बरः विष्णुः गच्छति इति वदामि चेत् तत्र किं भवति? तत्र बहुव्रीहिसमासः भवति. कथं ज्ञातवती? अन्यपदप्राधान्यः अस्ति. कथम् अन्यपदार्थप्राधान्यं प्रदर्शयतु. दर्शयतु, पीतः अपि न गच्छति, अम्बरमपि न, अम्बरः अपि न गच्छति, विष्णुः एव गच्छति इति कारणेन पीताम्बरः, तत्र पीताम्बरः इति पदं बहुव्रीहिसमासः. सत्यं, समस्तपदे पूर्वपदस्यापि अन्वयः नास्ति क्रियया सह, उत्तरपदस्यापि अन्वयः नास्ति, परन्तु अन्यपदार्थस्य, हा सत्यम्, अन्यपदार्थस्य अन्वयः अस्ति क्रियया सह, अतः बहुव्रीहिसमासः इति अवगन्तुं शक्नुमः. सर्वत्र तथैव क्रियापदं योजयित्वा प्रश्नं पृष्ट्वा अवगच्छामः अत्र कीदृशसमासः इति. विग्रहवाक्यमपि विग्रहमाप्यम् अपि कल्पनीयं, सन्दर्भानुसारं कल्पनीयम्. ओके, विग्रहवाक्यं कथं भवति इति, समस्तपदमेव अस्ति चेत् विग्रहवाक्यं कथं भवति इति ऊहां कृत्वा कल्पनीयं सन्दर्भानुसारम्. अस्तु अस्तु, पद्मा भगिनी. प्रश्नः अस्ति वा? मम प्रश्नः रत्ना भगिन्या प्रश्न, हा उत्तरं प्राप्तं खलु. का प्रत्ययम् आगच्छति स्त्रीलिङ्गपदे उत्तरपदे इत्यनेन उक्तवती खलु, सुन्दरी पत्निकाः. मम प्रश्नः पञ्चभर्तृका पदे का प्रत्ययम् अस्ति, परन्तु उत्तरपदं पुरुष लिङ्गे अस्ति खलु. पञ्च भर्तृकः इति, भर्तृकः इति, भर्तृकः पञ्चभर्तृका, द्रौपदी पञ्चभर्तृका, भर्तृ इति पदम् अत्र तस्य लिङ्गं किं? पुंलिङ्गं, हा पुल्लिङ्गे अस्ति चेत् तत्र पुल्लिङ्गे, हा तत्र तु क इति प्रत्ययः अत्रापि आगच्छति. सत्यं, तत्र बहुव्रीहिसमासे यत्र कुत्रापि विकल्पेन क प्रत्ययं योजयितुं शक्नुमः, यत्र कुत्रापि क प्रत्ययं योजयितुं शक्नुमः समस्तपदे. पीताम्बरकः इति वक्तुं शक्नुमः, तत्र क प्रत्यये विकल्पेन सर्वत्र स्थापयितुं शक्नुमः. परन्तु अत्र विशिष्टतया अत्र स्त्रीलिङ्गे यत्र उत्तरपदमस्ति तत्र इदानीं पुल्लिङ्गे समस्तपदं कर्तुम् इच्छामः चेत् तत्र नित्यम् अस्ति क प्रत्ययः, वैकल्पिकः नास्ति. अस्तु अस्तु, नपुंसकलिङ्गे किं भवति? तदपि योजयामः भगिनि, कप्रत्ययं योजयामः, यतोहि अत्र उत्तरपदं स्त्रीलिङ्गे ईकारान्तपदम् अस्ति खलु, अतः कप्रत्ययं योजयित्वा समस्तपदं भवति. अत्र स्त्रीलिङ्गे अपि उपयुक्तम् अस्ति वा कप्रत्ययः की इति? न न की इति नास्ति, कप्रत्ययः एव, की इति नास्ति. अस्तु, न न अत्र कम् इति वदामः न, तत्तु नपुंसकलिङ्गे कम् इति, कम् कम् कम् कोऽपि स्त्रीलिङ्गे नास्ति. सत्यं, अस्तु. इदानीम् अत्र अन्ये के के सन्ति नाम उचितं विलम्बेन? डेट्रायिट् तः. का? नमस्ते नाम उच्यते? नमस्कारः विजय. हा नमस्कारः. अन्य अन्य का आसीत्? डेट्रायिट् तः सीता. पुनः सीता? सुनीता. सीता पुनीता. अस्तु अस्तु, क्षम्यतां न श्रुतम्. अस्तु, रत्नास्मि भगिनि. हा हा रत्नः, अवगच्छामि. नमस्ते महोदय. सरला भगिनि वा? हा नमस्कारः. अस्तु, तर्हि इदानीम् अत्र पुनः अस्माकं पुस्तकात् पठामः. अत्र गीताप्रवेशः इति पुस्तकमस्ति, तत्र 38 पृष्ठे 138 इति पृष्ठसङ्ख्या अस्ति. तत्र बहु व्यधिकरणबहुव्रीहिसमासः इति आरभ्य पठामः. अत्र अत्र सरला भगिनी पठति वा? अत्र आरम्भतः पठतु एकवारम्. एतानि उदाहरणानि परिशीलयत. एतानि उदाहरणानि परिशीलयत. चन्द्रमौली कैलासे निवसति. चन्द्रमौलौ यस्य सः चन्द्रमौली शिवः. चक्रपाणिः शिशुपालम् अमारयत्. चक्रे पाणौ यस्य सः चक्रपाणिः विष्णुः. विषकण्ठः ताण्डवनृत्यम् अकरोत्. विषं कण्ठे यस्य सः विषकण्ठः शिवः. पद्मनाभः लोकान् परिपालयति. पद्मनाभौ यस्य सः पद्मनाभः विष्णुः. ऊर्णनाभः जालं विरचयति. ऊर्णनाभौ यस्य सः ऊर्णनाभः प्राणिविशेषः. एतेषु उदाहरणेषु विग्रहवाक्ये पूर्वपदं प्रथमाविभक्त्यन्तम् अस्ति, उत्तरपदं च सप्तमीविभक्त्यन्तम्. एवं यः पूर्वपदम् उत्तरपदं च भिन्नविभक्त्यन्तं भवति सः व्यधिकरणबहुव्रीहिसमासः. व्यधिकरणबहुव्रीहिसमासः इत्युक्ते यत्र द्वौ विग्रहवाक्ये यदि द्वे पदे तस्य समानाधिकरणं नास्ति, एकविभक्तित्वम् अपि नास्ति, भिन्नविभक्तित्वम् अस्ति, तत् भवति व्यधिकरणबहुव्रीहिसमासः. प्रायः उत्तरपदं भवति शरीरस्य अवयव, यथा भवती गतवर्गे उक्तवती. इदानीं चन्द्रमौली उदाहरणे अस्ति, चन्द्रः मौलौ यस्य सः, अत्र चन्द्र अस्ति प्रथमाविभक्त्यां, मौलौ अस्ति सप्तमी विभक्त्यां. सो चन्द्रः मौलौ यस्य सः चन्द्रमौलिः शिव. वयं सर्वे जानीमः शिवः इति चन्द्रमौली अस्ति, अतः समस्तपदे शिवः न दत्तमस्ति. तथैव चक्रपाणिः, तत्र चक्रं प्रथमाविभक्त्यां, पाणौ अस्ति सप्तमी विभक्ति, यस्य सः चक्रपाणिः भवति इकारान्त पुल्लिङ्गशब्द. तत्र विषं कण्ठे यस्य सः विषकण्ठ, अत्रापि विषं प्रथमाविभक्त्यां, कण्ठे सप्तमी विभक्त्यां, यस्य सः विषकण्ठ, अत्र अकारान्त पुल्लिङ्गशब्द भवति शिवः. पद्मनाभः लोकान् परिपालयति. पद्मं नाभौ, पद्मं प्रथमा विभक्ति, नाभौ सप्तमी विभक्ति, यस्य स पद्मनाभ समस्तपद पुल्लिङ्गे आगच्छति. पद्मनाभ इति भवति, विष्णु तत् अस्ति. ऊणनाभ एककीटमस्ति. ऊणनाभौ यस्य सः, ऊणं प्रथमा विभक्त्यां, नाभौ सप्तमी विभक्त्यां, ऊणनाभ इति पुल्लिङ्गे ऊणनाभ भवति. अस्तु, तर्हि सत्यं भगिनि समीचीनं. तर्हि इदानीम् अत्र द्व्यतीयः प्रभेदः अस्ति, व्यधिकरणबहुव्रीहिसमासः. व्यधिकरणम् इत्युक्ते यत्र समानाधिकरण्यं नास्ति. तर्हि अत्र कीदृशपदं पूर्वपदे भवति इति चेत्, सामान्यतया पूर्वपदं प्रथमान्तं पदं भवति, उत्तरपदं सप्तम्यन्तं पदं भवति. उत्तरपदं सप्तम्यन्तम् अत्र देहस्य अवयवः भवति, शरीरस्य अवयवः. तर्हि अवयववाचकं पदम् उत्तरपदम् इति सामान्यतया वयं पश्यामः. परन्तु कुत्रचित् विरलतया पूर्वपदं सप्तम्यन्तं पदमपि भवितुमर्हति, उत्तरपदं प्रथमान्तं पदमपि भवितुमर्हति. परन्तु तथा विरलतया एव पश्यामः, सर्वत्र नास्ति. सामान्यतया तु उत्तरपदं सप्तम्यन्तं पदं भवति. तर्हि यथा भगिनी उक्तवती, चन्द्रमौलिः इति उदाहरणे चन्द्रः मौलौ यस्य सः, चन्द्रः इति पदं पुल्लिङ्गे प्रथमाविभक्तौ एकवचने अस्ति. मौलौ इति सप्तम्यन्तं पदमस्ति, मौलिः इत्यस्य. तर्हि चन्द्रमौलिः इति व्यधिकरणबहुव्रीहिसमासः. शिवस्य उल्लेखः अस्ति अत्र चन्द्रमौलिः इत्यनेन. अस्तु, तर्हि अत्र अग्रे पद्मा भगिनी पठति वा उदाहरणानि? भगिनी क्षम्यता, एकक्षणं, रत्ना भगिनी वदतु. एकः प्रश्नः भगिनि, अत्र प्रथमाविभक्त्यन्तं प्रथमाविभक्ति, द्वितीया विभक्तिः, तथा प्रथमा इति आकारः, द्वितीय ईकारः अथवा आकारः तथा भवति खलु, तत् समासः वा? उदाहरणार्थं प्रथमा विभक्तिः विग्रहवाक्यं वदामः चेत् प्रथमा विभक्तिः इति भवितुम् अर्हति. तत्र पुंवद्भावः भूत्वा प्रथमविभक्तिः इति भवेत् खलु, न वा? हा, प्रथमाविभक्तिः इत्युक्ते तत्र कस्य उल्लेखः कर्तुमिच्छति? प्रथमाविभक्तिः तत्र विशेषणविशेष्यभावः अस्ति. विभक्त्याः उल्लेखः किं? हा, तत्पुरुषसमासः. तत्पुरुषसमासः, अस्तु. किन्तु समस्त विग्रहवाक्य समस्तपदं लिखामः चेत् तत्र आकारः दीर्घमेव तिष्ठति खलु, अथवा सप्तमी विभक्तिः दीर्घ इकारः तिष्ठति, तत्र पुंवद्भावः न भवति वा? हा, यत्र भवती वदति तत्र प्रथमा इति पदं त्रिषु लिङ्गेषु अपि भवति, तर्हि तत्र किमर्थं पुंवद्भावः नास्ति इति वा? हा हा हा, तत्र यत्र सङ्ख्यापदमस्ति तत्र नियमाः सन्ति, कुत्र समासः भवति, कुत्र समासः न भवति इति नियमाः सन्ति. तर्हि अत्र प्रथमा तत्पुरुषः इति वदामः चेत् तत्र प्रथमा इति एव पदमस्ति, न तु ह्रस्वकारः. तर्हि किमर्थम् इति प्रश्नः अस्ति चेत् सङ्ख्याविषये नियमाः सन्ति, अनन्तरं श्वः वदामि. हा, सङ्ख्याविषये संज्ञायामेव समासः भवति इति नियमः अस्ति, संज्ञायाम् एव अत्र समासः भवति इति. अतः प्रथमाविभक्तिः इति वदामः चेत् तत्र प्रथमाविभक्तिः इति वाक्यरूपेण वदामः, व्यक्तप्रयोगः वा समस्तप्रयोगः अस्ति इति प्रथमप्रश्नः. समासः इति वदति भवति. समासः इति चिन्तितवती, तथा प्रायः नास्ति वा? हा, समासः वा इति मम प्रश्नः अस्ति. समासः अस्ति वा इति प्रथमा, यत्र प्रथमा इति सङ्ख्येपदमस्ति तत्र समासः अस्ति वा? सर्वत्र समासः न भवितुम् अर्हति यत्र सङ्ख्या अस्ति. तत्र नियमाः सन्ति भगिनि, अनन्तरं दृष्ट्वा वदामि अत्र नियमाः सन्ति. अस्तु भगिनि, अस्तु, धन्यवादः भगिनि. द्वितीयविभक्ति अथवा सप्तमी विभक्ति द्वे अपि वक्तुं शक्नुमः. अत्र द्वितीयविभक्ति कुत्र कुत्र हा समस्त समासस्य यद्दिति शब्दस्य खलु अत्र सर्वे अपि सप्तमी विभक्ति अस्ति सत्यम् उत्तरपदौ पाणौ उत्तरपदम् द्वितीयविभक्ति अपि अस्ति वा न न अत्र उत्तरपदं सर्वदा सप्तमी विभक्तौ एव भवति भगिनि व्यधिकरणबहुव्रीः समासे उत्तरपदं सर्वदा सप्तमीभक्तौ भवति अस्तु अस्तु पद्मभगिनी प्रश्नः आसीत् एतेषु अर्थेषु यथोदाहरणं समस्तपदं लिखत उदाहरणं चक्रं हस्ते यश्च सः चक्रहस्तः इत्येव शस्त्रपाणौ येषां ते शस्त्रपाणः पाणिः समस्तपदं भवति कपिः ध्वजे यश्च सः कपिध्वजः समस्तपदं भवति भाले नेत्रं एकक्षणम् शस्त्रं पाणौ येषां ते अत्र वदतु पुनः अत्र किं किम् अस्ति इति एकवारं वदतु शस्त्रं पाणौ येषां ते अत्र शस्त्रं द्वितीय विभक्तौ अस्ति पाणौ एवं वा शस्त्रं द्वितीयविभक्तौ अस्ति वा न भगिनि प्रथमाविभक्तौ अस्ति पाणौ सप्तमी विभक्तौ अस्ति अत्र शस्त्रपाणि शस्त्रपाणिः इति भवति परन्तु अत्र यद्दिति तद्दिति शब्दः अत्र तस्य विभक्तिः वचनं किम् शस्त्रं न तद्दिति पदमस्ति खलु येषां ते इति अस्ति खलु येषां ते ते इति पदं तत्र वचनं किम् वचनं बहुवचनं बहुवचनं तर्हि समस्तपदं शस्त्रपाणेः पाणयः पाणि इति इकारान्तपुल्लिङ्गशब्दः अस्ति पाणिः इति यथा कविः कविः इत्यस्य रूपाणि वदतु रूपाणि वदतु कविः कविः कवयित्री अरुणभगिनी वदतु कविः कविः कवयः कविः कवी कवयः एवमेव पाणिः पाणी पाणयः इति बहुवचने अत्र शस्त्रं पाणौ येषां ते अस्तु भगिनि इदानीं शस्त्रं पाणौ यस्य सः शस्त्र अत्र शस्त्रपाणि अस्ति इदानीं शस्त्रपाणयः हा सत्यम् अत्र बहुवचने अस्ति अत्र येषां ते इति बहुवचने अस्ति अतः समस्तपदं बहुवचने भवति शस्त्रपाणयः इति भवति सत्यं समीचीनं हा व्यधिकरणबहुव्रीहि समासः अस्तु अग्रे अत्र विजयाभगिनी वदति वा आं भगिनि कपिः स्वज्ञे यस्य सः तत्र कपिध्वजः इति तत्र अस्ति कपिध्वज कपिः ध्वजः कपिध्वजः कपिध्वजः अत्र पुल्लिङ्गे अस्ति इति कथं ज्ञातवती इकारान्तपुल्लिङ्गमस्ति कपिः न समस्तपदं पुल्लिङ्गे अस्ति इति कथं ज्ञातवती? यस्य सः कपिः कपिध्वजः इति समस्तपदम् अस्ति. अस्तु अर्जुनः. अस्तु अग्रे अत्र अत्र रत्नभगिनी अत्र प्रथमपुरुषः इति अत्र प्रथमाविभक्तिः इति उक्तं खलु. प्रथमपुरुषः इति कर्मधारयसमासः भवति, तत्र विशिष्टसूत्रमस्ति तदर्थं. प्रथम इति शब्दस्य कृते एव विशिष्टसूत्रमस्ति. शक्नोमि भगिनि? एकक्षणम् एकक्षणं. तर्हि अत्र प्रथमाविभक्तिः इति पदं भवति, परन्तु प्रथम इति शब्दः भाषितपुंस्कशब्दः वा इति द्रष्टव्यम्. अत्र भवत्याः प्रश्नः पुंवद्भावः किमर्थं न जातम् इति एव, परन्तु प्रथम इति शब्दः भाषितपुंस्कशब्दः वा इति द्रष्टव्यं. यदि मूले एव प्रथम इति अस्ति चेत् तत्र तस्य अकारान्तः न भवति. अत्र तस्य उत्पत्तिः कथम् अस्ति इति द्रष्टव्यं खलु. तद् तत्र एव अस्माकं क्लेशः. तर्हि प्रथमाविभक्तिः इति समस्तपदम् अस्ति, परन्तु प्रथम इति पदं भाषितपुंस्कः पदं प्रायः नास्ति, अतः एव प्रथमाविभक्तिः इति एव अस्ति. अस्तु. किन्तु प्रथमः प्रथमा प्रथमम् इति वदामः खलु? हा इति वदामः, परन्तु तत्र प्रथम इति पदं तत्र भाषितपदस्य एव. हा भाषितपुंस्कपदम् अस्ति वा इति प्रथमः प्रश्नः. द्वितीयप्रश्नः तत्र अन्य विशिष्ट किमपि नियमः अस्ति वा येन तत्र पुंवद्भावः न भवति, तदपि भवितुमर्हति. अत्र इतोपि द्रष्टव्यं भगिनि, परन्तु समासः तु भवति. समासः एव. ओ अस्तु, समासः एव. अस्तु भगिनि, धन्यवादः. अस्तु अग्रे अत्र शुकवन महोदय करोति वा? अहं तु गच्छामि. एकं वदामि? ओ भवती गच्छति वा? अस्तु. टेन् ओक्लाक् टेन् ओक्लाक् ऐ हव् टु गो. अस्तु वदामि. वदतु. बाले नेत्रं यस्य सः बालनेत्रः. वदतु किमस्ति. तथैव पृच्छामि. नेत्रम् इति अस्ति, नेत्रं विभक्ति. नेत्रं तु एकवचन अस्ति. विभक्तिः विभक्तिः एक आम् एक प्रथमाविभक्तिः अस्ति. प्रथमाविभक्तिः अस्ति. हा अत्र पश्यामः चेत् तत्र सामान्यतया व्यकरणबहुव्रीहिसमासे उत्तरपदं सप्तम्यन्तं पदं भवति, परन्तु अत्र पश्यामः चेत् तत्र विरलतया कुत्रचित् पश्यामः इति उक्तवती खलु. अत्र तथा अस्ति. यत्र पूर्वपदं सप्तम्यन्तं पदम् अस्ति, उत्तरपदं प्रथमान्तं पदमस्ति. अत्रापि व्यधिकरणबहुव्रीहिसमासः. बाले नेत्रं यस्य सः बालनेत्रः. बाले बाले बाले भकार महाप्राण भकारः किमर्थम् बालः इत्युक्ते ब्रैट् इत्यस्मिन् अर्थे अस्ति भगिनि. ब्रैट् उज्ज्वलः उज्ज्वलः उज्ज्वलं नेत्रं यस्य सः. संस्कृतभाषाकोशे न पश्यामि भगिनी. बाले इत्युक्ते बालः इत्युक्ते ललाटः इति अपि एकः बालः इति ललाटः ललाटे नेत्रं वा? न ललाटः ललाटः बालः न अर्थम् अस्ति इति अहं चिन्तयामि भगिनि. अहम् अस्ति अस्ति देविकवच कवचे अस्ति. अस्तु तर्हि ललाटे नेत्रं यस्य सः. हा ललाटे नेत्रं यस्य सः तथापि भवितुम् अर्हति. अस्तु तर्हि अग्रे शुको महोदय कृपया. हा महोदय. कोदण्डः पाणौ यस्य सः कोदण्डपाणिः इति अत्र व्यधिकरणबहुव्रीहिसमासः अस्ति. कोदण्डः इति प्रथमाविभक्तौ, अपि च पाणौ इति सप्तमीविभक्तौ, शरीरस्य अङ्गमस्ति. तत्र पूर्वपदं प्रथमाविभक्तौ अस्ति, उत्तरपदं सप्तमीविभक्तौ अस्ति. यतः तत्र कोदण्डपाणिः इति व्यधिकरणभूभिः समासः भवति. समीचीनं, सम्यक्. अग्रे रत्ना भगिनी वदति वा? अस्तु भगिनि. आयुधं पाणौ येषां ते आयुधपाणिः खलु पाणयः, आयुधपाणयः सत्यं, तत्र आयुधम् इति आयुधपाणयः. आयुधम् इति प्रथमाविभक्त्याम् अस्ति, पाणौ इति सप्तमी विभक्त्याम् अस्ति, अन्यपदप्राधान्यम् अस्ति. सम्यक्, समीचीनं. अग्रे बालसुब्रह्मण्य महोदय. लघुटः हस्ते यस्य सः, यस्य सः एकवचनं. सो लघुडहस्तः इति लघुडहस्तः, लघुड इति वदनेन किम् अर्थं वदतु कोऽपि वदतु. लघुडः इत्यस्य दण्डः इति अर्थः, दण्डः, दण्डः, दण्डः अस्ति, सः लघुडहस्तः, लघुडहस्तः इति समस्तपदम् अस्तु. अग्रे अरुणभगिनी. वीणा पाणौ यस्याः सा, वीणा पाण्याः, वीणा पाणी. भगिनी पुष्पा भगिनी, अस्तु अस्तु अस्तु, भवती किमर्थं वदति? तस्याः क्रमः अस्ति खलु. अरुणा भगिनी. वीणापाणी पुनः वदतु भगिनी, न श्रूयते. वीणापाणी इति समस्तपद, वीण इति ह्रस्वकारान्तः इति उक्तवती वा? ओ न न, वीणापाणि. वीणा अत्र पूर्वपदं किम् अस्ति? वीणा स्त्रीलिङ्गशब्दः, पाणि अपि पाणि पुंलिङ्गशब्दः न, पाणि पुल्लिङ्गशब्दः, शब्दः सत्यं. किमर्थं दीर्घ अस्ति स्त्रीलिङ्गरूपं न जानामि. कुत्र दीर्घः अस्ति? पाणौ इति अस्ति खलु, वीणा अपि वीणा स्त्रीलिङ्गपदमस्ति. पाणौ यस्य सः सा, पाणौ इति पुल्लिङ्गे अस्ति. वीणापाणि इति समस्तपदमिति अहं मन्ये. वीणापाणिः समस्तपदं सत्यं, परन्तु वीणा इति शब्दस्य पूर्वद्भावः भवति वा? आकारान्तपदं नास्ति, ततः न भवति. न आकारान्तपदम् अस्ति चेत् न भवति इति नियमः अस्ति वा? उत्तरपदम् इकारान्त, इकारान्तशब्दः, लिङ्गशब्दः. न न, अत्र पूर्वपदस्य एव पूर्वद्भावः भवति खलु, न तु उत्तरपदस्य. पूर्वपदस्य पूर्वद्भावः भवति, अत्र वीणा इति शब्दस्य पूर्वद्भावः भवति वा इति प्रश्नः. अहं न जानामि. अत्र राजेन्द्रमहोदय किं चिन्तयति? वीणापाण्याम् इति यथा, यतोहि अत्र भाषित् पुंस पुंसित् पदं नास्ति, तत्र मूलतः आकारान्त स्त्रीलिङ्गपदमेव अस्ति. सत्यं, मूलतः आकारान्तपदमस्ति, अतः पुंवद्भावः नास्ति, अतः वीणापाणि इति एव तिष्ठति. सम्यक्. अत्र पुनीता भगिनी वक्तुमिच्छति वा? अग्रिमं करोति वा? वीणापाण्यां विग्रहवाक्यं कथं भवति? वीणापाण्यां यस्याः सा वा? न न, वीणापाणौ यस्याः सा एव खलु. वीणापाणौ यस्याः सा, सा वीणापाणि, वीणापाणि, वीणापाणिः. इदानीम् अत्र वीणापाणिः इति स्त्रीलिङ्गशब्दः जातः. अस्तु, अग्रिमं करोति वा? भवत्याः पार्श्वे पुस्तकमस्ति वा? अत्र पाणिः नास्ति, पाणिः इति, पाणिः एव, पाणिः एव. अस्तु अस्तु अस्तु अस्तु. ओ, विग्रह समस्तपदं वीणा पाणिः इति भवति वा भगिनि? पाणि दीर्घैकारः, पार्वती इव? न न न, दीर्घैकारः न भवति अत्र समस्तपदम्. अत्र पाणिः इति शब्दः ह्रस्व इकारान्तशब्दः एव खलु, तर्हि दीर्घ दीर्घ तत्र दीर्घत्वं न भवति. यदि वीणापाणौ यस्य सः इति अस्ति चेत् तत्रापि वीणापाणिः इत्येव भवति वा रूपं? तत्रापि वीणापाणिः, तत्र तत्रापि वीणापाणिः इत्येव भवति, सन्दर्भम् अनुसृत्य वयम् अवगच्छामः. किं सरस्वती वीणापाणी, वीणापाणी वीणापाणिः, तत्र किं वीणापाणिः इति अस्ति वा? नास्ति खलु, पाणे अस्ति भगिनि. किं दीर्घ इकारः अस्ति वा? कुत्र अस्ति वीणापाणि? सरस्वत्येव विशेषेण वीणापाणि अस्ति, वीणापाणिः अस्ति, नास्ति. कुत्र अस्ति प्रेषयतु, अहं न दृष्टवती. प्रेषयतु कुत्र अस्ति, श्लोके कुत्रचित् अस्ति वा? आम् प्रेषयतु कुत्र अस्ति इति प्रेषयति. नमस्कृभ्यं वरदे वीणापाणि. सत्यं, दृष्ट्वा प्रेषयतु, पश्यामः. अस्तु, पुनीता भगिनी कर्तुम् इच्छति वा? मम पार्श्वपुस्तकं नास्ति महोदय. पुस्तकं नास्ति वा? अस्तु अस्तु अस्तु, तर्हि राजेन्द्रमहोदय अग्रे करोतु. तत्र वीणापाणिः तत्र स्त्रीलिङ्गे विसर्गः भवति वा? वीणापाणिः इति विसर्गः भवति इति चिन्तयामि, परन्तु पद्मा भगिनी तथा नास्ति इति वदति. सा श्लोकम् अनन्तरं श्लोकं पश्यामः कथमस्ति इति. कमलं यस्याः सा कमलहस्ता कमलहस्ता भगिनी अत्र कमलहस्ता सत्यं कमलहस्ता इति गृहवाक्ये यथा यस्याः सा अस्ति स्त्रीलिङ्गे अस्ति तत्कारणात् तत्र हस्ता भवति कमलहस्ता. भगिनी एकः प्रश्नः, दण्डपाणिः इति कस्य विशेषणमस्ति अथवा कस्यापि भवितुम्? यथा चक्रपाणिः इत्युक्ते कृष्णः अथवा विष्णुः इति जानीमः, तथा दण्डपाणिः इति कोऽपि? कार्तिकेयः, कार्तिकेयस्य विशेषणं. ओ अस्तु भगिनि. भगिनि अत्र हस्तः इत्यस्य हस्ता इति स्त्रीलिङ्गे रूपं यथा भवति तथा पाणी इति न भवति वा? ङीप् प्रत्ययं योजयित्वा. हा तत् तदा तदेव अहमपि चिन्तयन्ती अस्मि, दीर्घ इकारः भवति वा इति दृष्ट्वा अनन्तरं पश्यामः महोदय. प्रायः अहमपि पश्यामि. हा प्रायः भवति वीणापाणी इति दीर्घ इकारः भवति इति. पाणी इति यतोहि तत्र पाणी इति एव पूर्वमस्ति, तदनन्तरं स्त्रीलिङ्गप्रत्ययं योजयित्वा दीर्घ इकारान्तः भवति इति प्रायः वीणापाणी इति. पदे हस्त अकारान्तपदं, पाणिः इकारान्तपदम्, अतः पाणिः हस्य इकारः एव भवति, दीर्घ इका ईकारः न भवति इति अहं चिन्तयामि. हस्तः इति अकारान्तपदं किल, हस्ता इति तत्र भवति, परन्तु पाणिः इकारान्तपदस्य पाणि इति न भवति. पश्यामः, इदानीम् उत्तरं न जानामि, पश्यामः कथमस्ति इति पश्यामः. पुस्तके उत्तरं वीणापाणिः इत्येव दत्तमस्ति, अतः प्रायः तदेव समीचीनं. वीणापाणिः इत्येव दत्तमस्ति, सत्यं. वीणापाणिः इत्येव दत्तमस्ति. तर्हि पश्यामः. अथवा भगिनी केवलम् एकं वक्तुम् इच्छामि, प्रायः अनन्तरं पश्यतु, प्रायः द्वौ अपि सम्यक् इति चिन्तयामि. यथा अहं श्रुतवती युवतिः युवति द्वौ अपि सम्यक् इति, प्रायः तथा एव अपि भवितुमर्हति. भवितुमर्हति, पश्यामः कथमस्ति इति. अत्र अत्र वस्तुतः स्त्रीलिङ्गप्रत्ययः कः इति एव प्रश्नः खलु. अत्र स्त्रीलिङ्गप्रत्ययं योजयामः चेत् अत्र वीणापाणि इति प्रातिपदिकद्वयं स्वीकृत्य इदानीं स्त्रीलिङ्गप्रत्ययं योजयामः चेत् तत्र पाणि इति दीर्घत्वं भवति वा ह्रस्वकारतः भवति वा इति एव प्रश्नः. पश्यामः तत्र कथमस्ति. अस्तु, तर्हि अग्रे राजेन्द्रमहोदय उक्तवान् खलु? आम् भगिनि. हा अस्तु, अग्रे राजीव भगिनी पठति वा? नयि समासः. नै बहुव्रीहिः, एतानि उदाहरणानि परिशीलयत. अधनः जनः किमपि क्रेतुं न शक्नोति. अविद्यमानं धनं यस्य सः अधनः अविद्यमानधनः अविद्यः जीवने कष्टम् आप्नोति अविद्यमान एकक्षणम् एकक्षणम् एक प्रथम उदाहरणे अत्र किम् अत्र नयि बहुव्रीहिसमासः अस्ति अधनः इति पदमस्ति अधनः इति विशेषणमस्ति जनः इति पदस्य इदानीं तस्य विग्रहवाक्यस्य विषये वदतु तस्य विग्रहवाक्यम् अविद्यमानं धनं यस्य सः अधनः अविद्यमानं धनं यस्य सः अधनः अधुना इत्युक्ते यस्मिन् समीपे धनः नास्ति इति अर्थः अविद्यमानं इत्युक्ते धन अविद्यमानं धनम् इत्यस्य विशेषणम् अविद्यमानम् विशेषणमस्ति अविद्यमानं धनं नपुंसकलिङ्गपदं प्रथमा विभक्तिः अतः अविद्यमानमपि प्रथमा विभक्तिः स्वीकरोति यस्य सः इति पुल्लिङ्गे अस्ति इति कारणात् अधनः इति आगच्छति पुल्लिङ्गे अधनः जनः किमपि न क्रेतुं न शक्नोति इति विग्रहवाक्यं विकल्पेन विकल्पेन किं भवति विकल्पेन विकल्पेन न धनः न धनः अपि भवितुं न तत्रैव दत्तमस्ति खलु धनः अथवा अविद्यमानधनः अविद्यमानः धनः इति अपि समस्तपदं भवितुम् अर्हति इति विकल्पेन विकल्पेन हा अत्र तु वस्तुतः अत्र नञ् बहुव्रीहिसमासः अस्ति अत्र पूर्वपदं न इति पदमस्ति न इति अव्ययमस्ति पूर्वपदे उत्तरपदं प्रथमान्तं पदमस्ति पूर्वपदं न इति अव्ययमस्ति न इति अव्यये तत्र नकारस्य लोपः भवति नकारस्य लोपः भूत्वा अ इति एव अवशिष्यते अ योगः प्रथमान्तं पदं तर्हि अत्र न योगः धनः न योगः धनम् इति अस्ति न योगः धनं यस्य सः इति अस्ति तर्हि न इति पूर्वपदं तत्र न इति पदे नकारस्य लोपः भवति अकारः अवशिष्यते अयोगः धनं यस्य सः इति तथा भवति तर्हि अयोगः धनम् इदानीं पुल्लिङ्गे अस्ति इति कृत्वा अधनः इति भवति यत्र तत्र किमर्थम् अविद्यमानम् इति पदं तदपि विकल्पेन भवति अत्र अत्र समस्तपदे एकवारं यथा अहम् उक्तवती तत्र न इति पूर्वपदे अस्ति अतः न धनः अधनः न इत्यस्य नकारस्य लोपः भूत्वा अधनः इति रूपं भवति विकल्पेन अत्र विग्रहवाक्ये अविद्यमानम् इति पदमस्ति अविद्यमानं धनं यस्य सः इति पदमस्ति तर्हि तथा अस्ति चेत् तत्र अविद्यमानम् इति पदं तथैव तिष्ठति अविद्यमानधनः इति अस्ति यत्र विग्रहवाक्यं कथं वदामः इत्येव प्रश्नः यदि विग्रहवाक्यं वदामः न विद्यते धनं यस्य सः इति वदामः चेत् न विद्यते धनं यस्य सः इति वदामः चेत् तत्र पूर्वपदं न इति अस्ति तर्हि न धनः नकारस्य लोपः भूत्वा अधनः इति भवति यदि विग्रहवाक्यम् अविद्यमानं धनं यस्य सः इति वदामः चेत् तत्र अविद्यमानम् इति पूर्वपदमस्ति तर्हि अविद्यमानम् इति एव विकल्पेन तिष्ठति तर्हि कथं विग्रहवाक्यं वदामः इति विषयः उभयदापि वक्तुं धनः इत्युक्ते यः पुरुषः धनस्य धनम् एव न जानाति इति अर्थे आगच्छति वा न धनं न जानाति इति न कुत्र जानाति इति यस्य पार्श्वे धनं विद्यमानः इति पदस्य अर्थं जानाति किल न विद्यमानम् इत्युक्ते जानाति नास्ति विद्या नास्ति विद्यमानम् इत्युक्ते तस्य पार्श्वे वर्तते वा न वर्तते वा वर्तते अस्ति वा नास्ति वा एवं वा वर्तते विद्यते वर्तते इत्यस्मिन् अर्थे अस्ति भगिनि भगिनि एकः प्रश्नः अस्ति यथा वयं पूर्वं ञञ् समासः कृतवन्तः तत्र तत् ईदृशी तत्र विग्रहवाक्यं न दृष्टं तत्र परन्तु अत्र ञञ् बहुव्रीहिसमासे तत्र अविद्यमानं धनं यस्य सः कोऽपि भेदः अस्ति वा कोऽपि कारणमस्ति वा तादृशसूत्रं सूत्रं स्यात् महोदय, यत्र विकल्पेन अविद्यमानम् इति अपि भवितुमर्हति इति. तत्र तु अधनम् इति वदामः चेत् न धनम् अधनम् इति एव भवति खलु तत्पुरुषसमासे. न धनम् अधनम् इति समासः भवति. उत्तरपदस्य लिङ्गमेव भवति समस्तपदस्य. परन्तु अत्र वैकल्पिकमस्ति, उभयदापि विग्रहवाक्यं वक्तुं शक्नुमः. अतः अविद्यमानं धनं यस्य सः इति वदामः चेत् अविद्यमानधनः इति वदामः. नो चेत् तदेव तत्र न विद्यते धनं यस्य सः इति वदामः चेत् अधनः इति. उभयमपि समानमेव, समानार्थः. अस्तु भगिनि, धन्यवादः. अत्र यथा तत्पुरुषसमासस्य विषये पठितम्, उत्तरपदम् अजादिः अस्ति चेत् तत्र अन् इति योजयामः, न तु अ. यदि अत्र उत्तरपदम् अजादिः, उदाहरणार्थम् अविद्यमानाः अश्वाः येषां ते इति वदामः चेत् अविद्यमानाः अश्वाः येषां ते, अथवा न विद्यन्ते अश्वाः येषां ते, न विद्यन्ते अश्वाः येषां ते. इदानीं पूर्वपदं न इति अस्ति, उत्तरपदम् अश्वाः इति अस्ति. न इत्यस्य नकारस्य लोपः भवति, अ इति अवशिष्यते, अयोगः अश्वाः. इदानीं तत्र नुट् इति आगमः भवति, तर्हि अन् इति भवति. अन् योगः अश्वाः, अनश्वाः. न विद्यन्ते अश्वाः येषां ते, अनश्वाः. यदि उत्तरपदं हलादिः अस्ति चेत् तत्र केवलम् अकारः एव योजयामः. उत्तरपदम् अजादिः अस्ति चेत् अन् इति भवति, तर्हि अधनः इति इत्यस्मिन् समस्तपदे धनः इति पदे हलादिपदमस्ति, दकारः अस्ति आदौ, अतः अकारः योजयामः, अधनः इति वदामः. उत्तरपदम् अजादिः अस्ति चेत् अन् इति योजयामः, अनश्वः इति एकं रूपम्, अनश्वाः इति एकं रूपं, नो चेत् अविद्यमानाश्वः इति अपि भवति, अविद्यमानाश्वः इति. अस्तु, तर्हि अग्रे राजी भगिनी पठतु. अविद्यः जीवने कष्टम् आप्नोति. क्षम्यतां, भवती एव पठितवती इदानीं खलु? आम्, हा हा, अस्तु अस्तु, धन्यवादः भगिनी, क्षम्यताम्, मम विस्मृतवती. अत्र अग्रे जगन्नाथमहोदय. अस्ति वा जगन्नाथमहोदय? अस्तु, सरला भगिनी पठतु. भगिनी, वीणा पाणि इति दीर्घमस्ति चेत् एतदेव समीचीनं, ह्रस्वः अस्ति चेत् एतत् हे इति सम्बोधनं प्रथमा इति आगच्छति. किं तत्र पाणिः वीणा पाणि इति दीर्घरूपेण आगच्छति, सरस्वती कल्याणी इति दीर्घरूपेण आगच्छति अन्तिमवर्णः. ह्रस्वम् आगच्छति चेत् तत्र हे इति सम्बोधनम् आगच्छति, हे कल्याणी, हे सरस्वती, हे वीणापाणि. दीर्घ इकारान्तपदम् अस्ति चेत् तत्र यथा भवती वदति ह्रस्वकारान्त भवति चेत् सम्बोधनं भवति, परन्तु अत्र दीर्घ इकारान्तपदम् अस्ति वा इति एव प्रश्नः खलु. हा, दीर्घ इकारान्तमेव अस्ति, तत्र अस्ति वा नास्ति वा इति द्रष्टव्यं भगिनि. भवती वदति, केचन वदन्ति तत्र ह्रस्वैकारान्तः, अतः पश्यामः, भवती अपि पश्यतु. निसर्गः नास्ति तत्र. कुत्र पश्यति भवती? कुत्र पश्यति भवती? सम्बोधनं निसर्गः. मम समीपे पुस्तकमस्ति, वीणापाणि इति सरस्वतीरूपेण श्लोकमस्ति, तत्र अहं पश्यामि. अस्तु अस्तु अस्तु अस्तु, अहमपि पश्यामि. यदि अत्र दीर्घ इकारान्तः अस्ति चेत् तत्र वीणापाणि इति एव भवति, परन्तु पश्यामः भगिनि कथमस्ति इति. अस्तु भगिनि, अस्तु, धन्यवादः. सरला भगिनि, अस्तु. अविद्या जीवने कष्टम् आप्नोति. अविद्यमाना विद्या यस्य सः अविद्यः, विकल्पेन अविद्यमानविद्यः. अविद्यमाना इति तस्य भवती अकारः अस्ति, विद्या उत्तरपद हलादि अस्ति, अतः अविद्या भवति. अविद्यमाना इति भाषितपुंसकशब्दः भवति, तस्य अविद्यमान समस्तपदे आगच्छति. अविद्यमान विद्या तस्य विवक्षा पुल्लिङ्ग अस्ति यस्य सः, अतः विद्यः आकारान्त स्त्रीलिङ्गे उत्तरपद अस्ति, पुल्लिङ्गे अकार भवति, अविद्यमानविद्यः वा अविद्यः इति भवति. सम्यक् भगिनि, सम्यक्. पद्मा भगिनी तदेव वदतु एकवारम्. पठामि वा? न न, तदेव उदाहरणम् एकवारं पुनः वदतु. अविद्यमानविद्यः उदाहरण, अविद्यमानविद्यः कथमस्ति समासः, कथं भवति, पूर्वपदं किम्, उत्तरपदं किम्? अविद्यमाना विद्या यस्य सः विद्यः. कथं भवति अविद्यः इति पदम्? कथं पुरुषे अस्ति अविद्यमानं? हा, पुरुषे अस्ति, सत्यं. तर्हि अविद्या पूर्वपदं किम् एकवारं वदतु. पूर्वपदं, पूर्वपदे किम् अस्ति? अविद्या. न न न, अविद्या इति न, पूर्वपदं किम् अस्ति? यदि अत्र विग्रहवाक्यम् अविद्यमाना विद्या यस्य सः इति अस्ति, पूर्वपदम् अविद्यमाना इति अस्ति, उत्तरपदं विद्या इति अस्ति खलु? हा, तत्र किं भवति? अविद्यमाना विद्या यत्र यश्च सः नास्ति. हा, अर्थः स्पष्टः भगिनि. समस्तपदं कथं भवति इति एव प्रश्नः खलु. समस्तपदं कथं भवति इति एकवारं वदतु. श्रुतवती वा सरला भगिनी किम् उक्तवती इति? यस्य सः पदे लिङ्गं लिङ्गे अस्ति, सत्यं. अविद्यमानविद्या अत्र अविद्या विद्या कुत्र न अस्ति, अविद्या लिङ्गं लिङ्गं ज्ञात्वा अविद्यः भवति. कथम् अविद्यः इति भवति पुल्लिङ्गे? अविद्यः इति भवति वा? कथम् अविद्यः इति जातः? विद्या इति प्रातिपदिकं खलु. अत्र इट्स् नेगेटिव् वर्ड् दट्स् वाट् ऐ. अस्तु अस्तु, अत्र अत्र विजया भगिनी किञ्चित् साहाय्यं करोतु. कथं वक्तव्यम् अत्र? पूर्वपदं किम्, उत्तरपदं किम्? पूर्वपदम् अविद्यमाना इति अस्ति, तत्र भाषितपुम्भभावं स्वीकृत्य तत्र अविद्यमानः अविद्यमानः अविद्यमान इति अविद्यमानः इति अविद्यमान इति प्रातिपदिकम्. आम्, अविद्यमान इति स्वीकृतं तत्र. अनन्तरं विद्या इति आकारान्तपदमस्ति, तत्र विद्यः इति पुल्लिङ्गपदमानस्यरूपं न न विद्यते, न विद्यमानम् इति यस्य न वर्तते द्वयमस्ति खलु, उत्तरपदं विद्या इति पदमस्ति, तत्र ह्रस्व ह्रस्वं भवति, अकारः उत्तरपदे अस्ति, अतः ह्रस्वं प्राप्तं तत्र, अतः एव तत्र विद्यमानः इति आगच्छति. वयं पूर्वमेव दृष्टवन्तः एतत् प्राप्ता विद्या इति एतत् अपि तत्र उदाहरणं स्वीकुर्मः. किमर्थम् अत्र ह्रस्वकारान्तः भवति? विद्यमाना विद्या इति भवति, विद्यमाना विद्या यस्या, विद्यमाना विद्या यस्य, सः विग्रहवाक्यं सम्यक् सम्यक् एव. समस्तपदं कथं भवति इत्येव प्रश्नः. यथा भवती उक्तवती अविद्यमाना इति भाषितपुंस्कपदमस्ति, अतः तस्य पुंवद्भावः भवति, तर्हि अविद्यमाना इति प्रातिपदिकमस्ति. उत्तरपदस्य प्रातिपदिकं विद्या इति अस्ति. इदानीं समासः पुल्लिङ्गे अस्ति, अतः उत्तरपदस्य अकारान्तपदस्य ह्रस्वत्वं भवति, विद्या इति भवति, तर्हि अविद्यमानविद्या इति अविद्यमानविद्यः इति भवति, नो चेत् अविद्यः इति अपि भवति विकल्पेन. अस्तु, पद्माभगिनी अवगतवती वा? पद्माभगिनी आम् आं भगिनि अवगतम्. अस्तु अस्तु, शुकवन महोदय अग्रे. तस्मात् एकः प्रश्नः अस्ति, पूर्वं अविद्यमाना विद्या यस्मिन् सः अपि भवितुम् अर्हति खलु? हा, यस्मिन् सः इति अपि वक्तुं शक्यते. अस्तु, धन्यवादः. अशिष्यः गुरुः उपहासपत्रं भवति. तत्र अशिष्यः इति नै बहुव्रीहि समासः, तस्य विग्रहवाक्यं भवति अविद्यमानः शिष्यः यस्य सः अशिष्यः इति विग्रहवाक्यं भवति. तत्र समस्तपदम् अपि विद्या अविद्यमानशिष्यः इत्यपि समस्तपदं भवति. अशिष्यः तत्र किमपि मोद्भावः वा अन्यत् किमपि नास्ति. अपि च तत्र वाक्ये उपहासपात्रम् इति अस्ति, तदपि समस्तपदं खलु? आम्, उपहासपात्रम् सत्यं. तत्र उप इति उपसर्गः अस्ति, हास इति प्रायः हस् धातोः प्रत्ययः कः इति न जाने. घै घै घञ् प्रत्ययः अस्ति. उपहास अपि च पात्रम् इति अपि पदं भिन्नपदमस्ति. उपहासपात्रं भवति अशिष्यः गुरुः, उपहासपात्रं भवति. इत्युक्ते तत्र एकक्षणं भगिनि, महोदय वदति इदानीं. इत्युक्ते अत्र यस्य गुरोः शिष्यः नास्ति तादृशगुरुः हसनस्य अन्येषां हसनस्य पात्रं भवति इति वा अर्थः? सत्यम्, अर्थः सम्यक्. अस्तु, इदानीं विग्रहवाक्यं वक्तव्यं चेत् उपहासस्य इति तत्पुरुष षष्ठी तत्पुरुषसमासः भवति किल? हा, उपहासस्य पात्रम् इति षष्ठीतत्पुरुषमासः. सत्यम्, उपहासस्य पात्रम् उपहासपात्रं भवति. उपयोगः आसः तत्रापि समासः अस्ति. उप इति समीपार्थे अस्ति इति कृत्वा तत्र अव्ययी तत्पुरुषसमासः. अव्ययीभावसमासगर्भषष्ठीतत्पुरुषसमासः. सत्यं सत्यं, समीचीनं. हा, उप इति उपसर्गः अस्ति. तत्र विशिष्टं तत्र अव्ययीभावसमासस्य विषये अस्माभिः न पठितं, यदा हि पठामः तत्र अवगच्छामः. तत्र उप इति समीपार्थे अस्ति, यतोहि उप इति पदं समीपार्थे अस्ति चेत् तत्र अव्ययीभावसमासः एव भवति. अस्तु, अनन्तरं उपहासं यदि पदस्य यदि पदे उप इति समीपे न अर्थ अर्थं न न भवति किल तत्र किं किमर्थं स्वीकर्तुमिच्छति उपहासम् इति पदे उप इति पदस्य अर्थं समीपे इति न भवति किल उपहासः इति पदस्य अर्थः उप इति पदस्य कः पदस्य किमर्थम् कसनस्य कसनस्य पात्रम् उपहासं हासः इति पदं हासः इति वदामः चेत् साक्षात् हास्यस्य विषयः अस्ति उपहासम् इत्युक्ते कथं समीपे इति अर्थं भवितुम् अर्हति तत्र इति मम प्रश्नः हासस्य समीपे इति उपहासम् प्रायः तत्र अर्हार्थं भवितुमर्हति भगिनी तत्र हसनस्य अर्हः भवति सः इति अथवा लघु इति अहं चिन्तितवती भगिनी लघु हास्यं प्रायः भवति वा इति प्रश्नः लघु हास्यमिति वा अर्हार्थं भवति किल इति पदं सम्यक् अस्तु यतोहि अस्माभिः यत्र अव्ययी अव्ययीभावसमासस्य विषये न पठितम् अतः तत्र त्यजामः इदानीम् उप इति भवतु अव्ययीभावसमासस्य विषये पठित्वा तदनन्तरम् अत्र तथा भवति वा इति चिन्तयामः परन्तु अत्र वस्तुतः षष्टितत्पुरुषसमासः अस्ति इति ज्ञातुं शक्नुमः अत्र फ्लाग् करोतु अग्रे अव्ययीभावसमासस्य विषये पठित्वा तदनन्तरम् एतस्मिन् विषये चिन्तयामः भवती एव स्मरतु अस्तु अस्तु अग्रे सरम इदानीमत्र किं न श्रूयते भगिनि न श्रूयते अर्थः अवगम्यते तत्र समासः कः इति प्रश्नः खलु एतत् अजेक्टिव् पदं भगिनि त्रीणि लिङ्गं रूपं तत्र स्वीकृतम् उपहास इति अजेक्टिव् विशेषणपदं तत्र तत्तु सत्यमेव उपकृष्णं नास्ति तत्र कृष्णस्य समीपे नास्ति तत्र अस्तु अस्तु हा पश्यामः भगिनि अव्ययीभावसमासस्य विषये पठित्वा एतत् साक् करोतु इति उक्तवती खलु तदनन्तरं पश्यामः अत्र कथमस्ति इति अस्तु अस्तु अग्रे रत्ना भगिनी पठति वा अस्तु अनपत्यं खलु भगिनि हा अनपत्यः अनुदिनं दुःखम् अनुभवति अनपत्यः इति समासः अस्ति बहुव्रीहि समासः तस्य विग्रहवाक्यमस्ति अविद्यमानम् अपत्यं यस्य सः अनपत्यः अथवा अविद्यमानापत्यः अत्र अपत्यम् इति उत्तरपदमस्ति अकारः किम् अच्वर्णः अस्ति अतः अन् इति योजयामः अन् अनपत्यः इति भवति किं समस्तपदं सम्यक् विकल्पेन अविद्यमानापत्यः अपत्यः तत्र सवर्णदीर्घसन्धिः भूत्वा अविद्यमानापत्यः इति भवति सम्यक् समीचीनम् इत्युक्ते न विद्यते अपत्यं यस्य सः इत्यपि वक्तुं शक्नुमः सत्यं हा अत्र उपहासः इति पश्यामि अत्र हासः इति उपहासः इति पुल्लिङ्गे अस्ति अतः अत्र अव्ययीभावसमासः नास्ति सम्यक् एव अव्ययीभावसमासः नास्ति अत्र उपहासः इति पुल्लिङ्गपदमस्ति गै प्रत्ययं योजयित्वा पुल्लिङ्गे एव भवति अतः नपुंसकलिङ्गे नास्ति अतः अव्ययीभावसमासः नास्ति अव्ययीभावसमासः अस्ति चेत् नपुंसकलिङ्गे भवति उपहासम् इति भवति परन्तु अत्र शब्दः तु उपहासः इति अस्ति अतः उप इति पदं तत्र प्रादिसमासः उपसर्गपूर्वकः प्रादिसमासः अस्तु भवती एव अग्रे पठतु भगिनि अस्तु एतानि सर्वाणि नञ् बहुव्रीहिसमासस्य उदाहरणानि अविद्यमानम् इति पदं सुबन्तेन समासं प्राप्नोति. अस्तु, समासे जाते विद्यमानपदस्य विकल्पेन लोपः भवति. प्रायः बहुव्रीहि उत्तरपदप्रधानः इति लक्षणम् अत्रापि सङ्गच्छते. ओ अस्तु, अतः अत्रापि उत्तरपदस्य एव प्राधान्यं, यथा अविद्यमानः शिष्यः यस्य सः अशिष्यः इत्युक्ते गुरुः इत्यर्थः. अत्र सर्वत्रापि न विद्यते शिष्यः यस्य सः इत्यादीनपि प्रकारान्तरेण विग्रहवाक्यं प्रदर्शयितुं शक्यम्. अस्तु, इत्युक्ते एते सर्वे बहुव्री नै बहुव्रीहि समासस्य उदाहरणानि. अपि च अविद्यमानम् इति पदं सुबन्तेन समासं प्राप्नोति. सुबन्तेन इत्युक्ते तत् सुबन्तपदम् इति वदन्ति खलु भगिनि? न, अविद्यमानम् इति पदं सुबन्तेन इति अत्र उदाहरणं पश्यामः चेत् अविद्यमानं धनं यस्य सः इति अस्ति खलु, तर्हि पूर्वपदम् अविद्यमानम्, उत्तरपदं धनम् इति सुबन्तं, तेन सह समासं प्राप्नोति. ओ अस्तु अस्तु अस्तु. अपि च यदा समासं कुर्मः तदा यथा विकल्पेन इति पूर्वं दृष्टवन्तः, अधनः अथवा अविद्यमानधनः इति विकल्पेन भवितुम् अर्हति, द्वौ अपि सम्यक् एव. अनन्तरं प्रायः बहुव्रीहि समासस्य उत्तरपदप्राधान्यम् अस्ति इत्यपि वयं द्रष्टुं शक्नुमः, यथा धनं, विद्या, शिष्यम्, अपत्यं तथा उत्तरपदप्राधान्यम् अपि अस्ति इति वयं पश्यामः अत्र. अतः अत्रापि क्षम्यतां, पदार्थस्य उत्तरपदार्थस्य प्रधानः, उत्तरपदार्थप्रधानः इत्युक्ते विद्यायाः विषये, धनस्य विषये इति खलु अस्माकं चिन्तनम् अत्र, अस्ति वा नास्ति वा इति, किम् अस्ति वा नास्ति वा, धनम् अस्ति वा नास्ति वा इति, तस्य प्राधान्यम् इति खलु. न, किमर्थम् अत्र उत्तरपदस्य प्राधान्यम् इति उक्तं? तत्र प्रायः कथम् उत्तरपदस्य प्राधान्यम्, अन्यपदार्थस्य प्राधान्यम्? किन्तु अहम् अत्र प्रायः बहुव्रीहि उत्तरपदार्थप्रधानः इति लक्षणं प्रायः अहं चिन्तयामि भगिनी. अधनः इत्युक्ते धनस्य विषये चिन्तनम् अस्ति खलु, अतः न तु अकारस्य, अविद्यमानम् इति धनस्य अत्र अधनः इति इत्यस्मिन् सन्दर्भे अधनः इति इत्यस्य विषये चिन्तनं नास्ति खलु, पुरुषस्य विषये चिन्तनम् अस्ति, तादृशपुरुषः यस्य पार्श्वे धनं नास्ति इति खलु. यदि उत्तरपदस्य प्राधान्यम् इति वदामः चेत् तत्र तत्पुरुष नै तत्पुरुषसमासः भवति खलु. अत्र प्रायः बहुव्रीहि उत्तरपदार्थप्रधानः इति लक्षणम् अत्रापि सङ्गच्छते, कथम् उत्तरपदार्थः अन्यपदार्थप्रधानः इति एव खलु. अहम् इत्युक्ते केवलं मम चिन्तनं वदामि, यथा चन्द्रमौळिः इति अथवा नीलकण्ठः इति, अत्र तत्र नीलः अपि न कण्ठः अपि न, किन्तु अत्र तु तत्र पदद्वयस्य अपि प्राधान्यं नास्ति, किन्तु केवलं विग्रहवाक्यं पश्यामः चेत् तत्र अत्र धनस्य प्राधान्यम् अस्ति खलु भगिनि. अहं चिन्तयामि समस्तपदस्य विषये चिन्तयामः चेत् अन्यपदप्राधान्यमेव, किन्तु यदा विग्रहवाक्यस्य स्तरे चिन्तयामः. अत्र पश्यतु, प्रायः बहुव्रीहि उत्तरपदार्थप्रधानः इति लक्षणम् अत्रापि सङ्गच्छते एव, अतः अत्रापि उत्तरपदार्थस्य एव प्राधान्यं, यथा अविद्यमानः शिष्यः यस्य सः अशिष्यः. गुरुः इति अर्थः, गुरुः इति अर्थः इत्युक्ते तत्र अन्यपदार्थस्य प्राधान्यं खलु, न तु उत्तरपदस्य. तत्र उदाहरणं पश्यामः चेत् स्पष्टमस्ति अन्यपदार्थस्य प्राधान्यम् एव इति, परन्तु प्रायः बहुव्रीहि उत्तरपदार्थप्राधानम् इति किमर्थम् उक्तमिति यथा भवती उक्तवती, प्रायः विग्रहवाक्ये शिष्यस्य विषये अस्ति इति प्रतथा, परन्तु मम मनसि तु स्पष्टता नास्ति. अत्र गुरुः इति एव अर्थः इति अस्ति चेत् उत्तर अन्यपदार्थस्य एव प्राधान्यम् इत्येव, नो चेत् भ्रमः भवति मनसि. महोदय, उत्तरपदस्य नियमाः विधाः, एकः सामान्यः, अनन्तरं विशेषाः इति, तत्र धनम् इति विशेषपदम् अस्ति खलु, अतः एव उत्तरपदस्य प्राधान्यम् इति तत्र दत्तम् इति अहं मन्ये. न, परन्तु उत्तरपदस्य प्राधान्यम् इत्युक्ते तत्र तस्य अन्वयः भवति क्रियया सह. अत्र कथं भवति अन्वयः? धनः क्रेतुं न शक्नोमि इति तादृश अर्थः न भवति खलु. अधनः इत्युक्ते जनः, जनस्य विषये अस्ति. जनः किमपि क्रेतुं न शक्नोति इति अर्थः. अस्तु, यत्किमपि भवतु, परन्तु सामान्यनियमः अस्ति बहुव्रीहिसमासे अन्यपदार्थस्य प्राधान्यम् इति एव. अस्तु. अपि च अत्र सर्वत्रापि न विद्यते शिष्यः इत्यादीनि प्रकारेण विग्रहवाक्यं, हा, न विद्यते शिष्यः अथवा अविद्यमानः इत्यपि वक्तुं शक्नुमः विकल्पेन. अत्र उदाहरणे तु स्पष्टमस्ति गुरुः इति अर्थः इत्यनेन अन्यपदार्थस्य प्राधान्यम् इति, परन्तु अत्र कथम् इति उत्तरपदार्थप्रधानः इति लक्षणं सङ्गच्छते एव इति स्पष्टं नास्ति, अतः त्यजामः. तस्य अर्थबोधः न जायते मम मनसि. अस्तु, तर्हि अत्र स्थगयामः खलु. प्रश्नः अस्ति वा? अस्तु अस्तु, तर्हि भगिनि, व्यधिकरण इति पदं कथम् आविर्भवति, उत्पन्न व्यधिकरणम् इति पदं वा? दि इति उपसर्गपूर्वकः अधिकरणं, दीपुसर्गपूर्वकः अधिकरणम् इति व्यधिकरणं. धन्यवादः. संस्कृत डिक्शनरी अहं पश्यामि, अत्र वीणापाणि एव अस्ति, दीर्घ एकारपदं नास्ति. अस्तु, वीणापाणिः इति पश्यति वा? वीणापाणि इति पश्यति वा? विसर्ग अस्ति न वा? विसर्ग क्षम्यताम्, पाप्ति मध्ये नास्ति भगिनि. अस्तु, सर्वे पश्यन्तु, वीणापाणि विसर्गः नास्ति, विसर्गः नास्ति. अस्तु, सर्वे पश्यन्तु, अग्रिमसप्ताहे चर्चयिष्यामः. परन्तु मास्कुलिन् इति पुंलिङ्गशब्दः इति दत्तं वा? दत्तम्. अस्तु अस्तु, तर्हि पश्यामः. धन्यवादः भगिनि, धन्यवादः, नमस्कारः. धन्यवादः भगिनि, धन्यवादः.